गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृद्विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। अनुमानपरिच्छेदः आरब्धः। तत्र अनुमा इति कथं जायते इति अस्माभिः पठितं। तत्र अनुमितिः इति ज्ञानम् अनुमानम् इति प्रमाणेन जायते इति अधीतम्। अपि च पक्षः साध्यः हेतुः इति पारिभाषिकशब्दाः ते के इति अपि अस्माभिः अवगतम्। तदनन्तरं पदस्वभावम् एकं पदं श्रुत्वा किं किं तस्मात् पदात् अवगच्छामः इति अपि अस्माभिः अधीतम्। किमर्थं पदस्वभावस्य विषये चिन्तनं जातम् इति चेत् व्याप्तिः इति कश्चन पदमस्ति। तर्हि व्याप्तिः इति पदं प्रयोगं कुर्मश्चेत् तत्र के पदार्थाः ज्ञायन्ते बोध्यन्ते इति अपि अस्माभिः अधीतं। तत्र पञ्चपदार्थाः बोध्यन्ते इति व्याप्तिवाक्यस्य आकारः। अपि च मनसि सर्वदा भवेत् एतत् पूर्वपक्षिणः मतं न तु सिद्धान्तस्य मतं। साध्य अभाववत् अवृत्तित्वम् इति एव व्याप्तिः। तर्हि व्याप्तिः अत्र साध्य अभाववत् अवृत्तित्वम् इत्यत्र साध्यम् अभावः अभावस्य अधिकरणम् अधिकरणस्य अपेक्षया वृत्तित्वं वृत्तित्वस्य अभावः इति पञ्चपदार्थाः ज्ञायन्ते। तादृशसाध्य अभाववत् अवृत्तित्वं कुत्र भवेत् हेतौ भवेत् इति अवगतम्। तदनन्तरं ज्ञानद्वयेन परामर्श उत्पत्तिः इति तत्र पक्षधर्मताज्ञानम् इति अवगतं। तत्र धूमः वह्निव्याप्यः इति व्याप्तिज्ञानम्। अपि च पर्वतः धूमवान् इति पक्षधर्मताज्ञानम् इति ज्ञानद्वयेन परामर्शः इति कश्चन ज्ञानं जायते। तर्हि अत्र परामर्शः इति यज्ज्ञानमस्ति तदेव प्रमाणम्। अनुमानप्रमाणम् इत्युक्ते किम् इति चेत् परामर्शज्ञानम् एव अनुमानप्रमाणम्। तेन अनुमानप्रमाणेन इत्युक्ते परामर्शज्ञानेन अनुमितिः जायते। कः अनुमितिः? पर्वतः वह्निमान् इति अनुमितिः जायते। तर्हि परामर्शज्ञाने परामर्शः इति अपि पदमस्ति खलु, परामर्शः। तर्हि परामर्शः इति पदे परामर्श इति पदस्य स्वभावः कः? के पदार्थाः बोध्यन्ते परामर्शः इति पदम् इति चेत् सप्तपदार्थाः बोध्यन्ते। अस्तु, तर्हि व्याप्तौ पञ्चपदार्थाः बुद्धाः इत्युक्ते साध्यं, साध्यस्य अभावः, अभावस्य अधिकरणम्, अधिकरणस्य अपेक्षया वृत्तित्वं, वृत्तित्वस्य अभावः। तावत् बुद्धं व्याप्तिपदेन। तदनन्तरं तादृशसाध्य अभाववत् अवृत्तित्वं कुत्र भवेत्? हेतौ धूमे भवेत्। अपि च स च धूमः कुत्र भवेत्? पक्षे भवेत्, पर्वते भवेत् इति कृत्वा परामर्शज्ञाने इतोपि पदार्थद्वयं योजितमस्ति, धूमः पर्वतः इति। आहत्य सप्तपदार्थाः बोध्यन्ते परामर्शः इति पदेन। अपि च इतोपि एकं विषयं दृष्टम्, अत्र सप्तपदार्थाः सन्ति, तत्र समूह आलम्बनम् इव अत्र सप्रकारकज्ञानं नास्ति परामर्शः। तदपि अस्माभिः दृष्टं, समूह आलम्बनम् इत्युक्ते बहवः विशेष्याः भवन्ति, प्रत्येकं विशेष्ये बहवः प्रकाराः अपि भवन्ति, किन्तु विशेष्ययोः मध्ये यदा सम्बन्धः एव नास्ति तदेव समूह आलम्बनम् इति अस्माभिः अधीतं, किन्तु अत्र सम्बन्धः वर्तते. अत्र मुख्यविशेष्यः कः? अत्र इत्युक्ते परामर्शज्ञानी मुख्यविशेषः कः इति चेत् पर्वतः. मुख्यप्रकारः कः इति चेत् वह्निः. किमर्थम् अत्र मुख्यविशेषः मुख्यप्रकारः इति वदेम इति चेत्, मुख्यविशेष्ये पर्वते प्रकारता यदा कदापि न भवति. यस्य प्रकारता न भवति सः एव मुख्यविशेषः. यस्य विशेष्यस्य प्रकारः न भवति सः मुख्यविशेषः. यस्य प्रकारस्य विशेष्यः न भवति, विशेष्यता न भवति, सः मुख्यप्रकारः इति. किन्तु तन्मध्ये ये पञ्चपदार्थाः सन्ति, धूमः, अभावः, वृत्तित्वम्, अधिकरणम्, अभावः इति, एतेषां पदार्थानाम् अत्र एकस्य अपेक्षया विशेष्यता वर्तते, अन्यस्य अपेक्षया प्रकारता अपि वर्तते, उभयमपि वर्तते इति कृत्वा इति मुख्यविशेष्यः वा मुख्यप्रकारः वा न भवन्ति इति तावदस्माभिः अवगतम्. अस्तु, एतावत् प्रश्नाः सन्ति वा? नो चेत् अग्रे गच्छेम. षडशीति अधिक एकशतमपुटे तत्र मध्ये यः परिच्छेदः अस्ति, तत्र अस्मिन् परामर्शे या व्याप्तिः विषये भवति सा पञ्चपदार्थघटिताः इति प्राप्तमेव, अतः तामपि विकसिता अवस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थाः परामर्शे विषयीभवन्ति, मुख्यप्रकारः अत्र भवन्ति इति तावत् पठितम्. किन्तु मुख्यप्रकारः इत्युक्ते किम् इति अस्माभिः अवगतं, किन्तु एकवारं पठेम, न पठितम् इति कृत्वा. वेल् महोदय, कृपया आरम्भं करोतु. अस्तु, नमस्ते महोदय. श्रूयते खलु? हा, अस्तु. मुख्यप्रकारः वह्निः, को अर्थः? यस्मिन् विशेष्यता नास्ति सः मुख्यप्रकारः. ज्ञाने हि वह्नौ न विशेषणान्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता. एवमेव पर्वते विद्यमाना विशेष्यता मुख्यविशेष्यता. तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति. अस्तु, तावदेव महोदय. अस्तु, अत्र हा यत् अधुना एव भवान् उक्तवान् वह्निः इति मुख्यप्रकारः भवति, किमर्थम् इत्युक्ते तस्मिन् विशेषता नास्ति अतः एव वह्निः इति मुख्यप्रकारः भवति. यः यस्मिन् प्रकारे विशेष्यता न भवति तदेव मुख्यप्रकारः इति. अतः अत्र यदा अनुमानपरामर्शज्ञानं भवति, अत्र पर्वतः वह्निमान् इति ज्ञानं भवति, तदा वह्नौ किमपि विशेषणान्तरं न भासते. इत्युक्ते वह्नौ किमपि विशेषणं न दृश्यते, अतः तत्र प्रकारता एव अस्ति, तदेव अतः एव तत्र वह्निः इति मुख्यप्रकारः इति वदेम. तथैव अत्र पर्वते विद्यमाना या विशेष्यता अस्ति सा विशेष्यता मुख्यविशेष्यता अस्ति इति वदेम. तर्हि किमर्थम् इत्युक्ते पर्वते यः या प्रकारता अस्ति, क्षम्यताम्, अत्र मुख्यविशेष्यता कुत्र अस्ति? तर्हि पर्वते अस्ति. तत् सः पर्वते प्रकारता नास्ति, अतः एव या विशेषता पर्वते अस्ति सा एव मुख्यविशेषता इति भवति. समीचीनं, किन्तु अत्र वस्तुतः पर्वते प्रकारः अस्ति वा न वा इत्युक्ते, परामर्शज्ञाने यः प्रकारः पर्वतः उक्तः, पक्षः उक्तः तत्र, किन्तु सामान्यतया पश्यामश्चेत् तत्र पर्वते किमस्ति? धूमः. न न धूमः इति त्यजतु, धूमः तु इदानीम् अनुमान, किन्तु सामान्यतया अयं पर्वतः इत्यस्मिन् ज्ञाने प्रकारः कः? पर्वतत्वम् इति वदे, हा उत्तमं खलु, पर्वतत्वं, तर्हि पर्वतत्वम् इति अस्ति, किन्तु पर्वतत्वम् अत्र न विषयः, आम् आम् समीचीनम्, अत्र न विषयः, तावदेव. एवं वह्नौ अपि वह्नित्वम् अस्ति, किन्तु अत्र तु सः न विषयः नास्ति, व्याप्तिपरामर्शज्ञाने सः विषयः नास्ति. परामर्शज्ञाने केवलं पञ्च सप्तविषयाः एव सन्ति. अस्तु अग्रे पठतु महोदय. अस्तु, अत्र मुख्यप्रकारतायाः प्रभृति विषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति सर्वत्र वाच्यं, विशेष्यता श्रेयनिष्ठप्रकारता इति च वाच्यम्. अस्तु, अत्र आरभ्य मुख्यप्रकारतायाः प्रभृति इत्युक्ते विषयतानिरूपणे आरब्धे प्रकारतानिरूपितविशेष्यता इति. अस्तु, प्रकारतानिरूपितविशेष्यता इति एव मुख्यप्रकारतायाः तस्याः आरब्धे किं वदेम इत्युक्ते प्रकारतानिरूपितविशेष्यता इति एव वदेम सर्वत्र. तर्हि पर्वते विशेषता अस्ति, तत् मुख्य विशेषता अस्ति, मुख्यप्रकारतायाः आरभ्य विषयतानिरूपणे. महोदय, अत्र पर्वतम् आरभ्य यदि उपरि गच्छामः, वह्निः इत्युक्ते पर्वतं स्वीकृत्य धूमस्य निरूपणं, धूमं स्वीकृत्य अभावस्य निरूपणम्, अभावं स्वीकृत्य वृत्तित्वस्य निरूपणम् इति पर्वतम् आरभ्य वह्निं प्रति यदि गच्छामः, तत्र पर्वतं स्वीकृत्य धूमस्य निरूपणं कथं शक्यते, कथं कर्तुं शक्यते? अत्र विशेष्यता प्रकारतायाः मध्ये निरूप्यनिरूपकभावः अस्ति खलु. विशेष्यता इति पदं यदि वदामः सम्बन्धः, तत्र प्रकारता कुत्रचित् भवेत्, सापेक्षा अस्ति खलु, निरूप्यनिरूपकभावः अस्ति इति कृत्वा वाक्यं कथं रचनीयम् इति अत्र उक्तं तावदेव. प्रकारता निरूपितविशेष्यता, हा मुख्यप्रकारता, अत्र वह्निः आरभ्य पर्वतं प्रति गच्छेमश्चेत् तत्र प्रकारतानिरूपित वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय, पुनः अभावनिष्ठ इति तादृशं गन्तव्यं, वह्निनिष्ठप्रकारतानिरूपित अभावनिष्ठविशेष्यता, पुनः अभावनिष्ठप्रकारतानिरूपित अधिकरणनिष्ठविशेष्यता इति वाक्यं रचनीयं. यदि विपरीतरीत्या पर्वतम् आरभ्य वह्निं प्रति गच्छामः, तर्हि अत्र पर्वतनिष्ठविशेष्यता निरूपित धूमनिष्ठप्रकारता इति भवति वाक्यम्. अग्रे वाक्यं दत्तमस्ति, अग्रे पठतु. मुख्यविशेषतायाः प्रभृति विषयतानिरूपणे आरब्धे विशेष्यतानिरूपितप्रकारता इति सर्वत्र वक्तव्यं, प्रकारताविशेषता इति च वक्तव्यं. तदेव सम्बन्धः यत् यद् अत्र पर्वतात् यदि अग्नि वह्निः पर्यन्तं प्रति गच्छामः चेत् तत्र तत्र प्रकारताश्रयनिष्ठविशेष्यता विशेष्यतानिरूपितप्रकारता इति वक्तव्यं. यदा वह्निः आरभ्य पर्वतः प्रति गच्छामः चेत् तत्र प्रकारतानिरूपितविशेष्यता इति एव वाच्यं. अस्तु, तर्हि अग्रे एकं वाक्यमस्ति. धन्यवादः महोदय. अग्रे वर्षा भगिनी पठति वा? तर्हि अत्र शैलीम् उपयुज्य वाक्यं ग्रन्थकारेण रचितं, तदेव अग्रे दत्तमस्ति. रामस्य विषयतानिरूपणम्. तथा च वर्णिनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय अधिकरणनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय वृत्तित्वनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय धूमनिष्ठप्रकारतानिरूपित पर्वतनिष्ठविशेष्यता निरूपकज्ञानं परामर्शः. गालस्य आकारः अस्ति पर्वतः वन्य अभावाधिकरणनिरूपित वृत्तित्व अभाववत् धूमवान् इति आकारकः. संक्षेपतश्च पर्वतः वह्नि व्याप्य धूमवान् इति आकारकः. अग्रे पठनीयं वा महोदय? अत्र किञ्चित् वदति वा इत्युक्ते अत्र वाक्यं तु कथं रचनीयम् इति, अत्र अस्मिन् वाक्ये कः निरूपकः अस्ति, किं निरूप्यः अस्ति, अन्ततो गत्वा कथं गच्छति. अत्र वह्निं स्वीकृत्य वह्निं प्रभृति आरभ्य इत्युक्ते पर्वते पर्वतं प्रति गच्छति. अत्र वह्निनिष्ठप्रकारता इति मुख्यप्रकारता स्वीकुर्मः. तदनन्तरं पर्वते अस्ति इति वह्नि व्याप्य धूमवान् पर्वतः इति ज्ञानं लभते. अपि च पर्वतः वह्नि अभाव अधिकरणनिरूपितवृत्तित्वाभावधूमवान् इत्यस्य अर्थः कः? यत्र यत्र वह्नि अभावः अस्ति तत्र धूमस्य अभावः अपि धूमस्य अभावः अपि भवति इति संक्षिप्तः तदेव. न न, तादृशं मा वदतु भगिनि. अत्र वह्निः अत्र यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्निः अभावः तत्र तत्र धूमवः इति व्याप्तिः. अत्र तु परामर्शः अस्ति खलु? व्याप्तौ धूम व्याप्तौ पक्षः न भवति. आम् महोदय. पक्षः अस्ति अत्र, पक्षः अस्ति धूमवान् इति पदेन पर्वतः उक्तः. धूमवान् पर्वते यदि वन्य अभावः. महोदय, एक्साक्ट्लि हौ डु यु वाण्ट् मी टु टेल् दिस्? भवती कथम् एतद् वाक्यम् अवगच्छति इति, प्रतिपदम् अत्र किमस्ति इति वदतु, नो चेत् विग्रहवाक्यमेव वदतु. वर्णेः अभावः, वह्नेः अभावः वह्नि अभावः, वह्नि अभावस्य अधिकरणं वह्नि अभावस्य अधिकरणेन निरूपित वह्नि अभावस्य अधिकरणेन निरूपितवृत्तित्व वृत्तित्वस्य अभाववत् धूमवान् पर्वतः इति भवति विग्रहवाक्यम्. यदा वह्नि अभावः, यस्मिन् अधिकरणे वह्नि अभावः अस्ति तादृशवन्यभावेन निरूपित वृत्तित्व अभाववान् पर्वतः इति तस्य ज्ञानं भवति. क्लियर्? अस्तु, भवतु. इत्युक्ते वह्नेः अभावः वन्यभावः, वह्निः अभावस्य अधिकरणं वह्निः अभाव अधिकरणं, वह्निः अभाव अधिकरण अपेक्षया वृत्तित्वम् अस्ति. कुत्र? वृत्तित्वस्य अभावः वृत्तित्वाभावः, वृत्तित्व अभाव वृत्तित्व अभावः योगः मतु वृत्तित्व अभावः यस्मिन् अस्ति सः एव वृत्तित्व अभाववान् खलु. वृत्तित्व अभाववान् कः अत्र? पर्वतः नास्ति. वृत्तित्व अभाववान् धूमस्य एव वृत्ति नास्ति. धूमे अवृत्तित्वम् अस्ति खलु, वृत्तित्व अभावः अस्ति. अपि च तादृशधूमवान् पर्वतः, अतः एव वृत्तित्व अभाववत् धूमवान् इति उक्तम्. महोदय, तर्हि अत्र दीर्घवाक्ये अत्र एकं पदमस्ति विशेष्यताश्रय अभावः इति अस्ति, पुनः विशेष्यताश्रय वृत्तित्व इति अस्ति, विशेष्यताश्रय धूम इति अस्ति, परन्तु अन्ते तु गत्वा पर्वतनिष्ठविशेषता इति अस्ति. तर्हि शरः अधोपादे गच्छति एव तर्हि आश्रय इति वदेम, परन्तु अत्र वह्निनिष्ठप्रकारता निरूपित विशेष्यताश्रय अभावः इति उक्तम्. किमर्थम् इत्युक्ते समीचीनं, तदेव प्रष्टुम् इष्टवान् अहं. तर्हि किमर्थम् अत्र अन्ततो गत्वा परिवर्तितं, किमर्थं किं स्वीकृत्य कस्य निरूपणम् अत्र क्रियते? वह्नि स्वीकृत्य पर्वतस्य निरूपणं क्रियते. न, वह्नि पर्वतयोः मध्ये निरूप्यनिरूपकभावसम्बन्धः अस्ति वा? न, नास्ति. परामर्शज्ञानं, परामर्शज्ञानस्य निरूपणं न, न, तद्भवतु, किन्तु निरूप्यनिरूपकभावः भवेत् खलु. आधार आदेयः इत्युक्ते देवदत्तः आसने उपविशति इति कृत्वा देवदत्तः आधेयः आसनम् आधारम्, आधेये आधेयता अस्ति, आधारे आधारता अस्ति इति कृत्वा आधेयता आधारतायोः मध्ये एव निरूप्यनिरूपकभावः. देवदत्तः अपि च आसनम् अनयोः मध्ये निरूप्यनिरूपकभावः नास्ति. यदि देवदत्त आसनयोः मध्ये निरूप्यनिरूपकभावः अस्ति तर्हि एवं भवति, सर्वदा देवदत्तः आदने आसने अस्ति चेदेव देवदत्त आसनयोः मध्ये निरूप्यनिरूपकभावः वक्तुं शक्यते, किन्तु तादृशं नास्ति खलु. यस्मिन् समये देवदत्तः आसने उपविशन् अस्ति तस्मिन् समये एव अत्र आधार आदेयभावः जायते, तर्हि आदेयता अधिकरणतयोः मध्ये परस्परनिरूप्यनिरूपकभावः. तर्हि आसनं स्वीकृत्य कः देवदत्तः इति चेत् यः आसने उपविशति सः एव देवदत्तः इति तस्य निरूपणम्. निरूपणम् इत्युक्ते परिचयम्. एवं किम् आसनम् इति चेत् यस्मिन् देवदत्तः उपविशति सः एव आसनं, तदेव आसनम् इति आसनस्य निरूपणं वा देवदत्तस्य निरूपणं वा अन्यं स्वीकृत्य वक्तुं शक्यते. परस्परं स्वीकृत्य एव. तर्हि एवम् अत्र वह्नि पर्वतयोः मध्ये निरूप्यनिरूपकभावः नास्ति. वह्नौ कश्चन धर्मः अस्ति, पर्वते कश्चन धर्मः अस्ति, तयोः मध्ये निरूप्यनिरूपकभावः परम्परासम्बन्धेन जातः. आं, सत्यं. तौ कौ? तर्हि वह्नि धूमयोः मध्ये एव आधारादेवभावः अस्ति. न, न, अत्र इदानीं परामर्शः इति ज्ञानमस्ति खलु. अत्र वह्निं स्वीकृत्य पर्वतं निरूपयामः, किन्तु वह्निपर्वतयोः मध्ये सम्बन्धः नास्ति वस्तुतः. तर्हि अत्र पर्व वह्नौ विद्यमान कश्चन धर्मं स्वीकृत्य पर्वते विद्यमान कश्चन धर्मं स्वीकृत्य अनयोः धर्मयोः मध्ये निरूप्यनिरूपकभावः अस्ति. तौ धर्मौ कौ इति मम प्रश्नः. अस्तु, पर्वते यः धर्मः अस्ति एकः धर्मः, अपि च धूमौ एकः. धूमौ नास्ति, वह्निः. अत्र आरम्भे वाक्यस्य आरम्भे किमस्ति? वह्निः. वह्निः. अन्ते किमस्ति? पर्वतः. मध्ये बहु किमपि अस्ति, किन्तु वह्नौ किं धर्मं स्वीकृत्य, वह्नौ विद्यमान किं धर्मं स्वीकृत्य पर्वते विद्यमान किं धर्मं निरूपयामः? वह्नौ कः धर्मः अस्ति? अत्र चित्रं दृष्ट्वा वदतु. वह्नौ एकनिमिषः, वह्नौ कः धर्मः अस्ति? वह्नौ सत्यं, वह्नौ प्रकारता अस्ति खलु. वह्निः मुख्यप्रकारः, तर्हि वह्नौ प्रकारता अस्ति. पर्वते पर्वते विशेष्यते। हा तर्हि वह्निनिष्ठप्रकारतां स्वीकृत्य पर्वतनिष्ठविशेष्यता निरूप्यते। किमर्थम् इत्युक्ते प्रकारतविशेष्यतयोः मध्ये एव निरूप्यनिरूपकभावः अस्ति इति कृत्वा अत्र मध्यं मध्ये अत्र साक्षात् सम्बन्धः नास्ति। वह्नौ विद्यमानप्रकारता पर्वते विद्यमानविशेष्यता अनयोः मध्ये साक्षात् सम्बन्धः नास्ति, निरूप्यनिरूपकभावः नास्ति, किन्तु परम्परया अत्र निरूप्यनिरूपकभावः आगतः। सा परम्परा का इति बोद्धुमिव मध्ये किमपि बहु किमपि उक्तम्। तर्हि तत्सर्वं त्यक्त्वा पश्यामश्चेत् वह्निनिष्ठप्रकारता निरूपित पर्वतनिष्ठविशेष्यता इति भवति। वह्निनिष्ठप्रकारता निरूपित पर्वतनिष्ठविशेष्यता बुद्धं खलु? वह्निनिष्ठप्रकारता निरूपित पर्वतनिष्ठविशेष्यता। वह्निः एव अत्र अस्माभिः साधनीयम्। कुत्र साधनीयं? पर्वते साधनीयं खलु? वह्निः पर्वते वर्तते, पर्वतः वह्निः मान् इति एव अनुमितिः भवेत्। तर्हि वह्निनिष्ठप्रकारता निरूपित पर्वतनिष्ठविशेष्यता इति भवति, किन्तु तत्र साक्षात् सम्बन्धः प्रकारता अपि च विशेष्यता। वह्नौ विद्यमानप्रकारता पर्वते विद्यमानविशेष्यता अनयोः मध्ये साक्षात् निरूप्यनिरूपकभावः नास्ति इति कृत्वा वह्निनिष्ठप्रकारता निरूपित अभावनिष्ठविशेष्यता विशेष्यतानिरूपित आश्रयः अभाव पुनः अभावनिष्ठप्रकारता इति तादृशं गच्छति। बुद्धं खलु? अस्तु अग्रे पुनः वर्षा भगिनी भवती एव पठतु अग्रिमवाक्यम्। इदानीं विपरीत्यरीत्या पर्वतनिष्ठविशेषतां स्वीकृत्य वह्निनिष्ठप्रकारतायाः निरूपणं क्रियते। यदि मुख्यविशेष्यतायाः प्रभृति विषयताः निरूपयामः तदा पर्वतनिष्ठविशेष्यता निरूपितप्रकारता आश्रय धूमनिष्ठविशेष्यता निरूपितप्रकारता आश्रय अभावनिष्ठविशेष्यता निरूपितप्रकारता आश्रय वृत्तित्वनिष्ठविशेष्यता निरूपितप्रकारता आश्रयाधिकरण निष्ठविशेषता निरूपितप्रकारता आश्रय अभावनिष्ठविशेष्यता निरूपित वह्निनिष्ठप्रकारता निरूपकं ज्ञानं पूर्ववत् एव। पर्वतः वह्नि अभाव अधिकरण निरूपित वृत्तित्व अभाववत् धूमवान् इति आकारकं। तदपि सेम् ज्ञानमेव अस्ति, वह्नि अभाव अधिकरण निरूपित वृत्तित्व अभाववत् धूमवान् इत्यनेन अत्र तदेव उक्तमस्ति, परन्तु उपरि अत्र उपरि गच्छति। मुख्यविशेषता स्वीकृत्य मुख्यप्रकारतापर्यन्तं गच्छामः। अत्र निरूप्यनिरूपकभावः अस्ति इति कृत्वा यं कमपि निरूपकत्वेन स्वीकृत्य अन्यद् निरूपयितुं शक्यते। तर्हि पूर्वस्मिन् परिच्छेदे वह्निनिष्ठप्रकारतां स्वीकृत्य पर्वतनिष्ठविशेष्यता निरूप्यते। द्वितीयपरिच्छेदे पर्वतनिष्ठविशेष्यता स्वीकृत्य वह्निनिष्ठप्रकारता निरूप्यते, किन्तु ज्ञानस्य आकारः एकमेव भवति। पर्वतः वह्नि अभाव अधिकरणनिरूपित वृत्तित्व अभाववत् धूमवान् इति आकारकम्। अपि च संक्षेपतः वदामश्चेत् पर्वतः वह्निव्याप्य धूमवान् इति आकारः उभयत्र। अस्तु तर्हि वर्षा भगिनी भवती एव अग्रे। इह सामानाधिकरणयोः विषयतयोः अवच्छेद्य अवच्छेदकभावः भवति, यथा वह्निनिष्ठप्रकारता निरूपिता या अभावनिष्ठविशेष्यता एवम् अधिकरणनिष्ठविशेष्यता निरूपित अभावनिष्ठप्रकारता अनयोः सामानाधिकरण्यम् अस्ति। अतः तयोः प्रकारत्वविशेष्यत्वयोः अवच्छेद्य अवच्छेदकभावः भवति। अत्र दत्तमस्ति यदि एकमपि स्वीकुर्मः, अभावः इति स्वीकुर्मः, तत् प्रकारः अपि भवति, तत् तद् तत् विशेष्यम् अपि भवति. उपरि प्रभृति अधः गच्छामश्चेत् वर्णिनिष्ठप्रकारता निरूपिता अभावनिष्ठविशेषता इति वदामः. उपरि अधिकरणनिष्ठविशेषता निरूपित अभावनिष्ठप्रकारता इति अपि वक्तुं शक्यते उपरि गत्वा. अतः अत्र सामानादिकरण्यम् अस्ति अभावे. अत्र किम् अभावे समानाधिकरणं नास्ति. अत्र अत्र अभाव अतः तयोः प्रकार तु विशेष्यत्वयोः अत्र प्रकारः च विशेष्यत्वयोः अवच्छेद्य अवच्छेदकभावः अस्ति. किमर्थं चेत् अत्र नूतनं किमुक्तम् तदेव भवत्या वक्तव्यं. तत् प्रायः तदवगतं चेत् समीचीनम्. आं महोदय, अभावे अभावत्वम् अस्ति, अभावे प्रकारता अपि अस्ति. अतः विशेष्यता निरूपणीयं चेत् अत्र प्रकारता विशेषता. अत्र किमर्थम् अभावत्वस्य विषये वदति? ओ, अग्रिमपरिच्छेदे अस्ति महोदय. ऐ गाट् कन्फ्यूस् बिट्वीन् तद् न स्वीकरणीयम्. अत्र एव विशेषता प्रकारता एव अस्ति. अभावे विशेषता अस्ति, अभावे प्रकारता अस्ति. परन्तु प्रकारता स्वीकृत्य विशेषतायाः अवच्छेदनं कर्तुं शक्यते. नो वा विशेषता? नो, ऐ डोण्ट् अण्डर्स्टाण्ड् दिस् महोदय. हौ शुड् ऐ? अस्तु, अत्र समान अधिकरणम्, अत्र चित्रं दृष्ट्वा समान अधिकरणं किम्? अभावः. अभावः समान अधिकरणं. तर्हि समानाधिकरण्यं कयोः मध्ये? विशेषतायाः प्रकारतायाः मध्ये. हा, विशेष्यता प्रकारतयोः मध्ये समानाधिकरण्यम्. अस्तु, तर्हि समानाधिकरण्ययोः मध्ये समानाधिकरण्यम् अस्ति, तयोः मध्ये अवच्छेदक अवच्छेद्यभावः अपि भवति इति अस्माभिः अधीतं खलु? तर्हि अभावनिष्ठप्रकारतायाः अवच्छेदकः भवति अभावनिष्ठविशेष्यता, अपि च अभावनिष्ठविशेष्यतायाः अवच्छेदकः भवति अभावनिष्ठप्रकारता. तावदेव अत्र उक्तम्. बुद्धं वा? तस्य प्रयोजनं कः? अग्रे आयास्यति, किन्तु एतावत् बुद्धं खलु? एतावत् बुद्धं. हा, किन्तु तावदेव उक्तम् अत्र. अभावः इति समान अधिकरणमस्ति, अभावे विशेष्यता अपि अस्ति, प्रकारता अपि अस्ति. तर्हि उभयमपि, विशेष्यता प्रकारता उभयमपि एकस्मिन् अधिकरणे अभावे अस्ति इति कृत्वा विशेष्यता प्रकारतयोः मध्ये सामानाधिकरण्यम् अस्ति, ययोः मध्ये सामानाधिकरण्यमस्ति, तयोः मध्ये अवच्छेदक परस्पर अवच्छेदक अवच्छेद्यभावः अपि अस्ति इति कृत्वा अभावनिष्ठप्रकारतायाः अवच्छेदकः भवति अभावनिष्ठविशेष्यता, पुनः अभावनिष्ठविशेष्यतायाः अवच्छेदकः भवति अभावनिष्ठप्रकारता. तावदेव अत्र नूतनबिन्दुः. अस्तु, अग्रे गच्छेम. तर्हि रमेश् महोदय अग्रिमपरिच्छेदं पठतु. पूर्वम् एतादृश अवच्छेद्य अवच्छेदक भाव भावना आलोचने अस्माभिः विषयता आश्रय अभावनिष्ठप्रकारता इति प्रकारता आश्रय अभावनिष्ठविशेष्यता इति रीत्या वा सर्वत्र उक्तम्. तदेव अस्ति यत् उक्तं, तदेव न अत्र अवच्छेदकरीति इति एतावत्पर्यन्तम् उक्तं. पूर्वं तदेव इत्युक्ते अधस्तात् उपरि गच्छेमश्चेत् किं वक्तव्यम्, उपरिष्टात् अधः गच्छेमश्चेत् किं वक्तव्यं? तावदेव, अत्र नूतनं किमपि नास्ति. अग्रे पठतु, तत्रैव नूतनम् आगच्छति. सम्प्रति अवच्छेद्य अवच्छेदकभावे आलोचिते विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति प्रकारत्व अवच्छिन्न अभावनिष्ठविशेष्यता इति वाच्यम्. विशेष्यता अवच्छिन्न अभावनिष्ठ विशेष्यता अवच्छिन्न अभावनिष्ठ अभावनिष्ठप्रकारता इति. अत्र अवच्छेदक अवच्छेद्य अवच्छेदकः अपि अवच्छेदक अवच्छेद्यभावमपि स्वीकृत्य वाक्यं योजितं. तर्हि अत्र परामर्शविषयतानिरूपणम् इति शीर्षकस्य अधः प्रथमपङ्क्तिः अस्ति खलु, यत् वर्षा भगिन्या पठितं, बन्धिनिष्ठप्रकारतानिरूपित विशेषता आश्रय अभावनिष्ठप्रकारतानिरूपित विशेषता आश्रय इति. तत्र अवच्छेदकम् इति पदमपि योजयित्वा भवान् प्रयत्नं करोति वा? प्रकारता अवच्छिन्न अभाव निष्ठविशेष्यता अभावनिष्ठविशेष्यता प्रथमं महोदय अत्र वह्निः इति मुख्यप्रकारः अस्ति. कस्मिन् अवच्छेदकः न भवति इति अहं चिन्तयामि, तस्मिन् न भवति. हा, इदानीं नास्ति, वस्तुतः तत्र वह्निः वह्नौ वह्नित्वमस्ति खलु. हा, तर्हि तद् अवच्छेदकत्वेन स्वीकर्तुं शक्यते, किन्तु इदानीं तत्र न दत्तं, तत्र अग्रे पाठे आगच्छति. भवतु, तर्हि तत् त्यजतु. इदानीं वह्नौ वह्निः मुख्यप्रकारः, वह्नौ मुख्यप्रकारता अस्ति इति कृत्वा केवलं वह्निनिष्ठप्रकारता निरूपित इति आरब्धं करोतु. वह्निनिष्ठप्रकारतानिरूपित विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारतानिरूपित. एकनिमिषम्, अत्र वह्निनिष्ठप्रकारतानिरूपित तावत् पर्याप्तं, तावत् तत्र किमपि न योजनीयं. तदनन्तरं विशेष्यता आश्रयः आश्रय अभावः. अत्र विशेष्यता यदस्ति तत्र विषयत्व अवच्छिन्न अभावनिष्ठप्रकारता भवति खलु? अस्तु, भवतु, तत्र हा न वक्तव्यं, समीचीनम्. अग्रे आरम्भतः पुनः वदतु महोदय. न, अत्र न वक्तव्यम् इत्युक्ते यदा आदौ गच्छामः तत्र न वक्तव्यं. हा, अग्रे आरम्भतः वदतु. वह्निनिष्ठ न बुद्धं महोदय, तत् आदौ ऐ डिण्ट् अण्डर्स्टाण्ड् दट्. वह्निनिष्ठप्रकारता तत्र किमपि न योजनीयं खलु? तत्र किमपि न योजनीयम्. अस्तु, वह्निनिष्ठप्रकारता निरूपित विशेष्यता आश्रयः तत्रापि किमपि न योजनीयं. किमर्थमित्युक्ते प्रकारता प्रकारतया विशेष्यता साक्षात् निरूपिता भवति खलु. यः निरूपकः अस्ति तत्रैव अवच्छेदकः योजनीयः अस्ति. यः निरूप्यः अस्ति तत्र अवच्छेदकः न योजनीयः. बुद्धं वा? वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयः अभावः इत्यत्र निरूपकः कः, निरूप्यः कः? निरूपकः वह्नि, निरूप्यः अभावः. न न, वह्निः अभावयोः मध्ये निरूप्यनिरूपकः नास्ति महोदय. नास्ति, तर्हि तत्र प्रकारता प्रकारता विशेष्यता अस्ति. हा, तर्हि कः निरूपकः कः निरूप्यः? प्रकारता इति निरूपकः, विशेष्यता इति निरूप्यः. उत्तमं, बहु उत्तमं। तर्हि निरूपकस्य एव अवच्छेदकः वक्तव्यः, निरूप्यस्य न वक्तव्यः। तर्हि वह्निनिष्ठप्रकारता निरूपित विशेष्यता आश्रय अभावनिष्ठ अभावनिष्ठ तत्र प्रकारता प्रकारत्व अवच्छिन्न तत् विशेष प्रकारता हा विशेष्यता अवच्छिन्न अभावनिष्ठ परन्तु अभावनिष्ठ हा अभावनिष्ठ अभावनिष्ठ प्रकारता इति भवति। विशेष्यता अवच्छिन्न विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता सत्यं विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपित अग्रे वदतु। अत्र विशेष्यत्व इति वक्तव्यं वा अधिकरण अवच्छिन् अधिकरणत्व इति वक्तव्यं वा अधिकरणत्व अवच्छ विशेषता अत्र अधिकरणे न विशेष्यता बहुत्र अस्ति खलु अधिकरणे अस्ति अभावे अपि अस्ति खलु अत्र एवं चिन्तयन्तु वह्निनिष्ठप्रकारता वह्निनिष्ठप्रकारता वह्निनिष्ठप्रकारतया कस्य निरूपणं भवति अत्र अभावस्य निरूपणं भवति अभावः विशेषः भवति ज्ञानस्य बहु किमपि न वक्तव्यं केवलम् अत्र स्पष्टतया वक्तव्यं तदा एव अहम् अवगच्छामि भवती अवगच्छति इति वदतु पर्वतनिष्ठविशेष्यता निरूपणं भवति न पर्वतं प्रति न गच्छतु मध्ये अभावः अस्ति खलु तर्हि इदानीम् अभावः वह्निनिष्ठप्रकारता स्वीकृत्य कस्य निरूपणं कुर्मः अभावस्य अभावस्य नास्ति भगिनि विशेषता इति अभावनिष्ठप्रकारता इत्यस्य अभावनिष्ठविशेषता भवति हा समीचीनं तादृशं वक्तव्यं तदा एव समीचीनतया उक्तम् इति भवति अभावस्य निरूपणं न कर्तुं शक्यते केवलं विशेषता इति वदामश्चेत् कुत्र विशेषता अस्ति इत्यस्यापि न बोधः जायते तर्हि अभावनिष्ठविशेषता खलु तर्हि वह्निनिष्ठप्रकारतानिरूपितविशेष्यता तावदागतम् अभावनिष्ठविशेषता इति आगतं किन्तु अत्र अभावनिष्ठविशेषता इति अनुक्त्वा विशेष्यता आश्रय इति आगच्छति खलु वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयः तावदागतम् सः आश्रयः कः अभावः खलु किन्तु तत्र साक्षात् अभाव इति अनुक्त्वा विशेष्यत्व अवच्छिन्न अभाव विशेष्यत्व अवच्छिन्न अभावः इति वक्तव्यम् किमर्थं महोदय अस्तु अवच्छेदकस्य कार्यं किम् स्पष्टीकरणं विशेषणमस्ति खलु अवच्छेदक विशेषणं भवति तर्हि अत्र विशेष्यत्व अवच्छिन्न अभावः इति वदामश्चेत् विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति इदानीं वाक्यम् इति पदं पश्यति चेत् अत्र अभावः विशेष्यः अपि अस्ति प्रकारः अपि अस्ति इति बोधः जायते इत्यतः वक्तव्यम् विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता इति वदामश्चेत् अभावः तादृशप्रकारता कुत्र अस्ति अभावे अस्ति सः अभावः केन विशिष्टः तत्र विशेषणं किम् इति चेत् विशेष्यत्वेन विशिष्टः अस्ति अभावः इति बोधः अत्र तु अत्र न वदामश्चेत् क्लेशः नास्ति किन्तु इतोपि अत्र अग्रे उदाहरणं भविष्यन्ति इत्युक्ते अत्र एवम् अवगच्छामश्चेत् पर्याप्तम् अवच्छेदकः इत्युक्ते किं विशेषणम् तर्हि अवच्छेदकस्य कार्यं किं? व्यावर्तनम् एव अवच्छेदकस्य कारणं। तर्हि यत्र व्यावर्तनम् आवश्यकम् अस्ति तत्र अवच्छेदकः वक्तव्यम् एव, नो चेत् अन्यथा अवगन्तुं शक्यते। अत्र तु केवलम् अभ्यासः क्रियते तावदेव, अत्र न वदामश्चेत् किमपि क्लेशः न भवति। किन्तु यदा एतस्य सिद्धान्तस्य अप्लिकेशन् कुत्रचित् कुर्मः, तत्र आवश्यकं भवति चेत् अभ्यासः मनसि भवेत् खलु, इत्युक्ते विशेषत्वावच्छिन्न अभावनिष्ठप्रकारता इति झटिति कोऽपि वदति चेत् किमर्थम् एतादृशं वदति इति अभ्यासः मनसि भवेत् इति कृत्वा केवलम् अत्र अभ्यासार्थं दत्तम्। अग्रे अन्यानि वाक्यानि अपि अभ्यासरूपेण उक्तानि सन्ति ग्रन्थकारेण, केवलम् अभ्यासार्थम् अत्र उक्तं, वस्तुतः अत्र प्रयोजनं नास्ति, अभ्यासः एव प्रयोजनम्। किन्तु तादृशसन्दर्भः भवितुमर्हति यत्र अवच्छेदकत्वं वक्तव्यमेव, नो चेत् अर्थबोधः, समीचीनार्थबोधः न जायते इति कृत्वा प्रयोजनं किम् इति चेत् अत्र केवलम् अभ्यासार्थं, किन्तु वदामश्चेत् क्लेशः नास्ति खलु। अस्तु, तर्हि रमेश महोदय पूरयतु, आरम्भतः पुनः वदतु। प्रथमम् उक्तवान् तदेव समीचीनम् इति अहं चिन्तयामि, तदेव वदनीयं वा? वन्निनिष्ठप्रकारतानिरूपितविषयत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपित न महोदय, अत्र आश्रयः न उक्तः खलु, तत् त्यक्तं। तर्हि वन्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय आश्रय तदनन्तरं न आश्रय महोदय, अत्र केवलं स्पष्टीकरणार्थं वह्नि इत्यस्मात् अभावपर्यन्तं गन्तव्यं खलु, अतः प्रथमं तु वह्निनिष्ठप्रकारता निरूपितविशेषताश्रय अभावः इति आगच्छति, परन्तु अभावः कीदृशः अस्ति तर्हि तत् अभावः विशेष्यत्वावच्छिन्न अभावः अस्ति, सत्यं केवलम् अभावः, परन्तु तत्र अवच्छेदकत्वेन यदि वदामः चेत् तत्र विशेषणरूपेण आगच्छति, अतः विशेष्यत्वावच्छिन्न अभावः इति वदनीयम्। अनन्तरम् अग्रे तदभावः निष्ठप्रकारता निरूपित पुनः विशेषताश्रय अधिकरणं, परन्तु तत् अधिकरणमपि पुनः प्रकारत्व प्रकारत्वेन छिन्न, अतः प्रकारता किं वदन्तं तत्र प्रकार एकनिमिषं न तादृशं न भवति, भवान् किञ्चित् अत्र क्लेशः करोति। इत्युक्ते उपरिष्टात् अधः गच्छेमश्चेत् सर्वदा विषयत्वम् एव अवच्छिन्नः अवच्छेदकः भवति सर्वत्र। अस्तु, अहं वदामि, तत् शृण्वन्तु, अत्र केवलं सोपानद्वयमेव अहं वदामि, तदनन्तरं रमेश महोदय भवानेव पूरयतु, मेहुल् महोदय अपि शृणोतु। वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयः, तावत्पर्यन्तं किमपि न परिवर्तनं भवति। किमर्थम् इत्युक्ते वह्नौ या प्रकारता अस्ति सा प्रकारता केनापि न अवच्छिन्ना इति कृत्वा अत्र किमपि न वक्तव्यम्। अपि च प्रकारतानिरूपितविशेष्यता, अत्र निरूप्यः भवति विशेष्यता इति कृत्वा तत्र पुनः अवच्छिन्नत्वं किमपि न वक्तव्यम्। निरूपकस्य एव अवच्छेदकः वक्तव्यः, न तु निरूप्यस्य इति कृत्वा। तर्हि वह्निनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय अभावः इति वदनात् पूर्वं स च अभावः केन अवच्छिन्ना? विशेष्यत्वेन अवच्छिन्ना इति कृत्वा विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय, पुनः अधिकरणं सा अधिकरणं तद् अधिकरणं केन अवच्छिन्ना? विशेष्यत्वेन अवच्छिन्ना। तर्हि पुनः अत्रापि विशेष्यत्व अवच्छिन्न अधिकरणनिष्ठप्रकारतानिरूपितविशेष्यता आश्रय इति भवति। तर्हि वाक्यम् एवं भवति, तावदहं वदामि, तदनन्तरं तद्रीत्या रमेश् महोदय पूरयतु. वह्निनिष्ठप्रकारता निरूपितविशेषता आश्रय, विशेष्यत्व अवच्छिन्न अभावनिष्ठप्रकारता निरूपितविशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न अधिकरणतानिष्ठप्रकारता निरूपितविशेष्यता आश्रय इति तादृशं गच्छति वाक्यम्. सर्वत्र विशेष्यत्व अवच्छिन्न विशेष्यत्व अवच्छिन्न इत्येव भवति. यदि अधस्तात् उपरि गच्छेम तदा पर्वतनिष्ठविशेषतानिरूपितप्रकारता आश्रय, प्रकारत्व अवच्छिन्न धूमनिष्ठविशेषतानिरूपितप्रकारता आश्रय, प्रकारत्व अवच्छिन्न अभावनिष्ठविशेषतानिरूपितप्रकारता आश्रय इति तत्र प्रकारत्व इति भवति. तदेव अहं तत्र प्रमाजातः. समीचीनं, बुद्धं खलु? तर्हि इदानीं रमेश् महोदय सम्पूर्णवाक्यं वदति वा? आम् महोदय, प्रयत्नं करोमि. वह्निनिष्ठप्रकारतानिरूपितविषयता आश्रय, विशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न अभाव निष्ठप्रकारतानिरूपित विशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न अधिकरणनिष्ठप्रकारता निरूपित विशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न वृत्तित्व निष्ठप्रकारता निरूपित विशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न अभाव अभावनिष्ठप्रकारतानिरूपित विशेष्यता आश्रय, विशेष्यत्व अवच्छिन्न धूमनिष्ठप्रकारतानिरूपित पर्वतनिष्ठ विशेष्यता निरूपक ज्ञानं परामर्शः. उत्तमं, बहु उत्तमम् इति अस्ति. अस्तु, सत्यभामा भगिनी अत्र द्वितीयवाक्यं वदति वा? पर्वतम् आरभ्य यदा वन्देः निरूपणं कुर्मः तत्र प्रकारत्व अवच्छिन्न इति योजनीयम्. अहं प्रयत्नं करोमि महोदय. हा, पर्वतनिष्ठविशेषता निरूपितप्रकारता धूम प्रकारता आश्रय, आश्रयपर्यन्तं वदतु. प्रकारता आश्रय, प्रकारत्वावच्छिन्न धूमनिष्ठविशेषता निरूपित अभाव अत्र वाक्यम् अत्र पुस्तके अस्ति खलु. निरूपितप्रकारद आश्रयः आश्रय अभावनिष्ठविशेषतानिरूपित अभावम् अभावात् पूर्वं प्रकारत्वावच्छिन्न इति योजनीय प्रकारत्वावच्छिन्न धूमनिष्ठविशेषतानिरूपितप्रकारदा आश्रय, प्रकारत्वावच्छिन्न वृत्तित्वनिष्ठविशेषतानिरूपितप्रकारता आश्रय, प्रकारत्वावच्छिन्न अधिकरणनिष्ठविशेषतानिरूपितप्रकारता आश्रय, प्रकारत्वावच्छिन्न अभावनिष्ठविशेषतानिरूपित प्रकारत्वावच्छिन्न वह्निनिष्ठ प्रकार तत्र किमर्थं योजितवती? यत्र आश्रयः इति भवं वदति तदनन्तरमेव, अत्र नास्ति खलु अभावनिष्ठ? अत्र नास्ति, तत्र प्रकारत्वावच्छिन्न अभावनिष्ठविशेषतानिरूपित वह्निनिष्ठप्रकारतानिरूपकं, तद् निरूपकम् अस्ति, निरूपकं ज्ञानं. तावदेव. बुद्धं खलु? अस्तु, अग्रे अग्रे भवती एव पठतु. किञ्च इति अग्रे अस्ति खलु, इत्युक्ते तस्मात् पूर्ववाक्यं. तर्हि समग्रपरिष्कारः कीदृशः भवेत् इति परियालोचनीयम् इति ग्रन्थकारणे यदुक्तं तत् परि आलोचितम् अस्माभिः इदानीमेव. अस्तु, अग्रे पठतु. किञ्च किञ्च मुख्यप्रकारतायाः आरभ्य कथने यथा प्रकारतायाः समानाधिकरणविशेषता अवच्छेदिका, तदा एव अभावे विद्यमान भावत्वमपि अभावत्वमपि अभावे विद्यमान अभावत्वमपि अवच्छेदकम्. अत्र अभावत्वम् इति नपुंसकलिङ्गे इति कृत्वा विद्यमानम् इति उक्तम्. अत्र समासः न कृतः. विद्यमानम् अभावत्वम् अत्र समस्तपदं नास्ति. विद्यमानम् अभावत्वम् यदि समस्तपदमस्ति तर्हि विद्यमान अभावत्वम् इति भवति, किन्तु अत्र समासः न भवति. अस्तु. एवं मुख्यविशेष्यतायाः प्रवृत्तिः निरूपणे विशेष्यता यथा प्रकारता अवच्छिन्ना भवति, तदा तद्वदेव सा अभावत्व अवच्छिन्ना अपि. वह्नित्वादेरपि अवच्छेदकत्वम् अन्तर्भाव्यः सर्वाः विषेदाः किमर्थम् अत्र विसर्गः योजयति भवति? अन्तर्भाव्य सर्वाः विषेदाः निरूपणीयाः. तत् प्रकारश्च वह्नित्वावच्छिन्नप्रकारतानिरूपितविशेषत्वावच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठप्रकारतानिरूपितविशेषत्वावच्छिन्न अधिकरणत्वावच्छिन्न अधिकरणनिष्ठप्रकारतानिरूपितविशेषत्वावच्छिन्न वृत्तित्वावच्छिन्न वृत्तित्वनिष्ठप्रकारतानिरूपितविशेषत्वावच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठप्रकारतानिरूपितविशेषत्वावच्छिन्न धूमत्वावच्छिन्न धूमनिष्ठप्रकारतानिरूपित पर्वतत्वावच्छिन्न विशेषतानिरूपकं ज्ञानं परामर्शः. इत्थमेव मुख्यविशेषतायाः प्रकृति विशेषतानिरूपणीयाः. अस्तु, अत्र अस्मिन् दीर्घवाक्ये किं परिवर्तितं, किं न उक्तं, किम् उक्तम् अत्र? पूर्वं वाक्यं कीदृशं, वाक्यस्य आकारः, विशेष्यम् अपि स प्रकारता उपयुज्य उक्तमस्ति. इदानीम् अवच्छेद्य अवच्छेदकभावं निरूप्य निरूपकभावं स्वीकृत्य पूर्वम् उक्तमस्ति. इदानीम् अवच्छेद्य अवच्छेदकभावं स्वीकृत्य उक्तमस्ति. निरूप्य निरूपकभावं स्वीकृत्य पूर्वमुक्तम् इति चेत् अत्र निरूप्य निरूपकभाव इति पदं नास्ति इति वा? अत्रापि अस्ति खलु? नास्ति, अत्रापि अस्ति, किन्तु इदानीं आश्रयः इति त्यक्तम्. निष्ठ आश्रय इति पदं त्यक्तम्. निष्ठ आश्रय इति पदं त्यक्तम् इति कृत्वा कस्मिन् निष्ठः इति त्यक्तं, कः आश्रयः इति व्यक्तम्. तर्हि अत्र कः आश्रयः इति त्यक्तं चेत् आश्रयः कः इति कथम् अवगन्तुं शक्यते एतद्वाक्यं दृष्ट्वा? यस्य अवच्छेदकं भवति इति तद्दृष्ट्वा. अत्र पुनः पठतु दीर्घवाक्यं, सम्पूर्णवाक्यं नास्ति, पठतु एकवारम्. वह्नित्वावच्छिन्न प्रकारतानिरूपित विशेषत्वावच्छिन्न अभावत्वावच्छिन्न तावत् तावत्पर्यन्तम् अस्तु. वन्यत्वा वन्यत्वावच्छिन्नप्रकारता निरूपित, तर्हि अत्र सा प्रकारता अपि च वन्यत्वं कुत्र अस्ति? अभावनिष्ठप्रकार न वन्यत्वावच्छिन्नप्रकारता निरूपित तावदेव मया उक्तम्. वह्नित्वावच्छिन्नप्रकारता निरूपित तावदेव मया उक्तं, किन्तु अत्र वह्नित्वम् अपि च प्रकारता कुत्र अस्ति इति न उक्तम् अस्मिन् वाक्ये. न उक्तं चेदपि प्रथमं कुत्र अस्ति इति वदतु, कथम् अवगन्तुं शक्नुमः इति वदतु. अवच्छिन्न इति पदेन अत्र मम प्रश्नः बुद्धं वा? मम प्रश्नं श्रुत्वा वदतु. प्रश्नं प्रश्नः मतः प्रथमं श्रोतव्यः. वन्दित्व अभाव वन्दित्व अवच्छिन्नप्रकारता निरूपित इत्यत्र आश्रयः कः इति न उक्तं, तर्हि वन्दित्वम् अपि च प्रकारता कुत्र अस्ति? एकमेव पदं वक्तव्यम्. विशेष्य अस्ति इति ज्ञातुं शक्यते मम अवगमनं. वह्नित्वम् अपि च प्रकारता कुत्र अस्ति? वह्नित्वं कुत्र अस्ति? वह्ने अस्ति, वह्नौ अस्ति खलु, तदेव वक्तव्यं. मम प्रश्नस्य उत्तरं किम् इति चेत् वह्नौ इति हा वह्नित्वावच्छिन्नप्रकारता निरूपित. अत्र वह्निनिष्ठवह्नित्वावच्छिन्न इति प्रायः वक्तव्यं भवति, किन्तु तादृशं न उक्तं. नो चेत् वह्नित्वावच्छिन्न वह्निनिष्ठप्रकारता इति वक्तव्यं, किन्तु वह्निनिष्ठ इति पदं त्यक्तं. त्यक्तं चेदपि अवगन्तुं शक्नुमः किमर्थमिति चेत् वह्नित्वं केवलं वह्नौ एव अस्ति खलु. इति कृत्वा वह्नित्वावच्छिन्नवह्निनिष्ठप्रकारता इति न वदामश्चेत् क्लेशः नास्ति. वह्नित्वावच्छिन्नप्रकारता, तर्हि वह्नित्वम् अपि च प्रकारता अनयोः मध्ये समानाधिकरण्यमस्ति. समान अधिकरणं वह्नि एव अस्ति, बुद्धं खलु. हा इत्युक्ते अत्र वह्निनिष्ठ इति पदं त्यजामश्चेत् क्लेशः नास्ति. वह्नित्वावच्छिन्नप्रकारता निरूपित इति वदामश्चेत् वह्नित्व अपि च प्रकारतयोः मध्ये सामानाधिकरण्यम् अस्ति चेत् एव एतादृशवाक्यं वक्तुं शक्यते. स च समान अधिकरणं किं? वह्निः एव. इति कृत्वा वह्नित्वावच्छिन्नप्रकारता निरूपित. तदनन्तरं विशेष्यत्वावच्छिन्न विशेषत्वावच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठप्रकारता. वस्तुतः अत्रापि अभावनिष्ठ इति न वक्तव्यम्. किमर्थमित्युक्ते अभावत्वम् अभावे एव भवति खलु. तर्हि विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न प्रकारता प्रकारता. अत्र तु विशेष्यत्वम् इति अवच्छेदकत्वेन योजितमस्ति. विशेष्यत्व अवच्छिन्न अभावत्व अवच्छिन्न अभावनिष्ठ इत्युक्ते अत्र यद् मया पूर्वमुक्तं तत् किञ्चित् परिष्कर्तव्यमस्ति. इत्युक्ते मया किमुक्तम्? अवच्छेदकं केवलं निरूपकस्य एव वक्तव्यं, निरूप्यस्य न आवश्यकमिति. प्रायः तादृशं नास्ति. यत्र यत्र व्यावर्तनं कर्तुम् इच्छामः तत्र सर्वत्र यथा आवश्यकं योजयितुं शक्यते, किन्तु अत्र सामानादिकरण्यं भवेत् तदा एव अवच्छेदक अवच्छेदभावः भवितुमर्हति इति मनसि भवेत्. इत्युक्ते एतदेव वाक्यम् इतोपि बृहत् रीत्या वक्तुं शक्यते. वह्नित्वावच्छिन्न वह्नित्वावच्छिन्न वह्निनिष्ठप्रकारता निरूपित, विशेष्यत्वावच्छिन्न अभावत्वावच्छिन्न अभावनिष्ठ प्रकारता निरूपित तत्रापि विशेषत्वावच्छिन्नप्रकारता इति अपि योजयितुं शक्यते. तर्हि यथा आवश्यकम् अस्माभिः योजयितुं शक्यते तावदेव. यत्र व्यावर्तनं कर्तुम् इच्छामः तत्र अवच्छेदकधर्मं योजयित्वा स्पष्टार्थं योजयितुं शक्नुमः इति अस्ति. बुद्धं खलु? बुद्धं महोदय. अस्तु, धन्यवादः भगिनि. अग्रे स्वामी महोदय पठति वा? महोदय क्षम्यताम्. हा, विषयतानां वा महोदय? विषयतानां निरूप्य निरूपकभावस्य अवच्छेद्यावच्छेदकभावस्य च अभ्यासार्थम् एवंविधानि नैकानि ज्ञानानि सम्प्रदायसिद्धानि गृहीत्वा चिन्तनीयम्. तेषु च अस्मत् गुरुचरणाः प्रातस्मरणीयाः, कालटीस्थाः रामकृष्णभट्टाः एकं ज्ञानम् उदाहरन्ति. भूतलं मणिवत्, मुकुटवत्, श्रीरामवत्, रथवत् इत्याकारकम्. महोदय, अभ्यास आवश्यकता इति उक्तं महोदय ग्रन्थकारेण. भूतलं मणिवत्, मुकुटवत्, श्रीरामवत्, रथवत् इति ज्ञानस्य आकारः तत्र तत् निरूपणीयम्. तर्हि अत्र स्वीकृत्य कस्य निरूपणं क्रियते? भूतलं स्वीकृत्य मनेः निरूपणं क्रियते वा इति वा? चित्रं दृष्ट्वा अहम् अवदत्, किन्तु भूतलं मणिवत्, मुकुटवत्, श्रीरामवत्, रथवत्. भूतलं रथमध्ये अत्र विशेष्यं किम् अस्मिन् वाक्ये? मुख्यविशेष्यं किम्? मुख्यविशेषं तु भूतलं महोदय. समीचीनं. मुख्यप्रकारः कः? मुख्यप्रकारः रथम् इति दृश्यते. रथमिति दृश्यते वा? रथे प्रकारता एव अस्ति वा, रथे विशेषता अपि अस्ति वा? रथस्योपरि श्रीरामः अस्ति. न न, अत्र चित्रे रथः इत्यत्र रथात् एकं शरं प्रकारतां प्रति गच्छति, एका शरा विशेषता प्रति गच्छति खलु? ऐ हेव् नाट् सीन् दि चित्रम्. आं महोदय, तर्हि मणिः महोदय. तर्हि मुख्यप्रकारः मणिः, मुख्यविशेषः अस्ति भूतलम्. अस्तु, तर्हि अभ्यासार्थम् अत्र भवान् वदति वा मणिं स्वीकृत्य भूतलं निरूपणीयम्? आं महोदय, मणिनिष्ठप्रकारतानिरूपितविशेष्य. एकनिमिषम्, अत्र मणौ कः धर्मः अस्ति? मणौ कः धर्मः अवच्छेदकत्वेन? तर्हि ततः आरम्भं करोतु. तर्हि महोदय, मणित्वावच्छिन्नप्रकारता इति वा? मणित्वावच्छिन्नप्रकारता. मणित्वावच्छिन्नप्रकारता वा? हा, मणित्वावच्छिन्नप्रकारता इति अपि वक्तुं शक्यते. मणिनिष्ठप्रकारता इति अपि वक्तुं शक्यते महोदय. अत्र दीर्घवाक्यमेव वदेम, तदनन्तरम् अत्र अग्रीकुर्मः. अत्र निष्ठ आश्रय इति सर्वम् उपयुज्य वदतु. अस्तु तर्हि मणिनिष्ठ मणित्वावच्छिन्नप्रकारता निरूपित तथैव महोदय मणित्वावच्छिन्न मणिनिष्ठप्रकारता अस्तु मणित्व अवच्छिन्न मणिनिष्ठप्रकारतानिरूपित विशेष्यतावच्छिन्न सा विशेषता केन अवच्छिन्ना विशेषत्वावच्छिन्न विशेष्यता विशेष्यत्वेन अवच्छिन्ना वा अत्र चित्रं पश्यतु महोदय मुकुटः अस्ति मुकुटे किमस्ति मुकुटत्वं तर्हि विशेष्यता मुकुटत्वेन अवच्छिन्ना भवति खलु मुकुटत्वेन अवच्छिन्ना तर्हि तदपि योजयतु महोदय तर्हि मणित्वावच्छिन्न मणिनिष्ठप्रकारतानिरूपित प्रकारतानिरूपितविशेष्यता एकनिमिषं तत्र विशेष्यता सा विशेष्यता केन अवच्छिन्ना मुकुटत्वावच्छिन्नविशेष्यता हा इति वक्तुं शक्यते आश्रय मुकुटत्व अवच्छिन्नविशेष्यता निरूपित आश्रय निरूपक्षम् आश्रय मुकुटनिष्ठप्रकारत महोदय न तत्र आश्रय तदनन्तरम् आश्रयस्य अनन्तरं किं वक्तव्यम् यथा पूर्वम् अत्र रमेशमहोदयेन उक्तं तथा पुनः विशेष्यत्वा अवच्छिन्न वा हा सत्यम् अस्तु महोदय केवलम् अभ्यासार्थं खलु इत्युक्ते मुकुटत्वं मुकुटत्वम् इति योजयितुं शक्यते आं महोदय तर्हि प्रकारतानिरूपित मुकुटत्व अवच्छिन्न विशेष्यता विशेष्यता आश्रय विशेष्यता आश्रय विशेषत्वावच्छिन्न मुकुटनिष्ठप्रकारता हा उत्तमं निरूपित श्रीरामत्वावच्छिन्न विशेष्यता आश्रय विशेष्यत् अवच्छिन्न श्रीरामनिष्ठप्रकारता निरूपित रथत्व अवच्छिन्न विशेष्यता आश्रय विशेष्यत्व अवच्छिन्न रथनिष्ठप्रकारता निरूपित भूतलत्व अवच्छिन्न विशेष्यता आश्रय विशेष्यत्वावच्छिन्न भूतलं निरूपकं ज्ञानम् अत्र अन्ते रथनिष्ठप्रकारता निरूपित तदनन्तरं किमुक्तं रथनिष्ठ प्रकारतानिरूपित भूतलत्व अवच्छिन्न विशेष्यता आश्रय भूतलं निरूपकं ज्ञानम् अत्र अन्ततो गत्वा भूतलं निरूपकं ज्ञानमिति न वक्तव्यम् रथनिष्ठप्रकारतानिरूपित भूतलत्वावच्छिन्न भूतलनिष्ठविशेष्यता निरूपकं ज्ञानम् इति किमर्थमित्युक्ते पुनः एकवारं वदतु महोदय रथनिष्ठप्रकारतानिरूपित भूतलत्व अवच्छिन्न भूतलनिष्ठ विशेषता विशेष्यता निरूपकं ज्ञानम् इति वक्तव्यम्। नो चेत् विशेष्यता अत्र यदि भिन्नरीत्या भूतलं निरूपयितुम् इच्छति तर्हि रतनिष्ठप्रकारता निरूपित भूतलत्व अवच्छिन्न विशेष्यता आश्रयः भूतलम् इति भवति। विशेष्यता आश्रयं भूतलं भूतलत्व अवच्छिन्न विशेष्यता आश्रयं भूतलम् आश्रयः भूतलं भूतलि भूतलाश्रय भूतलम् इति भवति महोदय। अस्तु इति अस्ति उत्तमं। तर्हि अत्र मणित्वम् उभयत्र मणितो इति मुकुटत्वम् उभयत्र योजयितुं शक्यते अपि च निष्ठ आश्रय इति पदमपि त्यक्तुं शक्यते। तर्हि केवलम् एकवारम् अभ्यासार्थं मेहुल् महोदय अत्र एतदेव वाक्यम् अत्र निष्ठ आश्रय इति पदं त्यक्त्वा वदति वा? अस्ति अवच्छिन्न इति वक्तव्यं खलु? हा अवच्छिन्न अपि च निरूप्य निरूपकभावः उभयमपि वक्तव्यम्। अस्तु किन्तु निष्ठ आश्रय इति पदं त्यक्तुं शक्यते। मणित्वावच्छिन्न प्रकारता मणित्वावच्छिन्न मणिनिष्ठ इति न वक्तव्यं तर्हि किं किं वक्तव्यं मणिनिष्ठ न वक्तव्यं तर्हि किं मणित्वावच्छिन्न प्रकारता निरूपित साक्षात् मणित्वं तु मणौ एव अस्ति खलु तर्हि इति कृत्वा मणिः इति मणिनिष्ठ इति न वदामश्चेत् क्लेशः नास्ति। अस्तु अस्तु हा तदेव मम चिन्तनम्। अस्तु तर्हि मणित्वावच्छिन्न प्रकारता निरूपित विशेष्यताश्रय क्षम्यतां मणित्वावच्छिन्न प्रकारता निरूपित मुकुटत्वावच्छिन्न विशेष्यता तत्रापि आश्रय इति न वक्तव्यं प्रकारता निरूपित मुकुटत्वावच्छिन्न प्रकारता निरूपित श्रीरामत्वावच्छिन्न प्रकारता निरूपित भवान् अत्र विशेषता इति त्यजति इदानीं तद् योजनीयं प्रकारतविशेषतयोः मध्ये एव निरूपितरूपकभावः मणित्वावच्छिन्न प्रकारता निरूपित विशेष्यता क्षम्यतां मणित्वावच्छिन्न प्रकारता निरूपित मुकुटत्वावच्छिन्न विशेष्यता तर्हि विशेषता अधुना प्रकारता कथं वक्तव्यं मुकुटत्वावच्छिन्न विशेष्यता अनन्तरं कथं गन्तव्यं तत्र प्रकारता प्रति? अस्तु मणित्वावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न विशेष्यत्व अवच्छिन्न मुकुटत्व अवच्छिन्न प्रकारता निरूपित अत्र मुकुटनिष्ठप्रकारता इति वक्तुं शक्यते। नो चेत् मुकुटनिष्ठ इति त्यजामश्चेत् मुकुटत्वेन अवच्छिन्नमस्ति खलु इति कृत्वा तद् न वक्तव्यं। तर्हि आरम्भतः वदतु। मणित्वावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न मुकुटत्वावच्छिन्न प्रकारता निरूपित विशेष्यता विशेष्यत्वावच्छिन्न तदपि तत्रापि विशेषत्वावच्छिन्न विशेष्यत्वावच्छिन्न श्रीरामत्वावच्छिन्न प्रकारता निरूपित विशेष्यत्वावच्छिन्न रथत्वावच्छिन्न प्रकारता निरूपित भूत विशेष विशेष्यत्वावच्छिन्न भूतलत्वावच्छिन्न भूतलम् इति प्रकार इति ज्ञानम् इति आकारकं ज्ञानम् अत्र अन्ते एव परिष्कर्तव्यम्। अन्ते प्रकारता निरूपित भूतलत्वावच्छिन्न विशेष्यता इति ओ अस्तु अस्तु हा तर्हि विशेष्यत्वावच्छिन्न न वक्तव्यं तत्र प्रकारता निरूपित भूतलत्वावच्छिन्न विशेष्यता इति हा भूतलत्वावच्छिन्नविशेष्यता इति भवति वाक्यं सम्यक् किन्तु अत्र झटिति यदि यः वदति इत्युक्ते अत्र न्यायवाक्यार्थ तद गच्छेमश्चेत् तत्र झटिति ते वदन्ति अत्र यूट्यूब् मध्ये शृङ्गेरौ शृङ्गेरीपीठे एकः व्याख्यार्थः जायते तत्र एवमेव झटिति वदति किन्तु अत्र अवधानं दत्त्वा श्रोतव्यमस्ति किं किम् अत्र मणित्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नमकुटत्वावच्छिन्नप्रकारतानिरूपित विशेष्यत्वावच्छिन्नश्रीरामत्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वावच्छिन्नरथत्वावच्छिन्नप्रकारतानिरूपित भूतलत्वावच्छिन्नविशेषता इति झटिति वदति सः तर्हि कुत्र किम् उक्तम् इति अत्र अभ्यासः अतः एव अभ्यासः करणीयः अस्ति अत्र दीर्घरीत्या वक्तुं शक्यते प्रत्येकविशेषतायाः अवच्छेदकः मुकुटत्वं प्रकारतायाः पुनः अवच्छेदकः मुकुटत्वम् अपि च निष्ठः आश्रयः इति एतत् सर्वं योजयित्वा वक्तुं शक्यते अस्तु अग्रे पठतु महोदय एवमेव एवमेव अधुनातनच्छात्रैः निर्दिष्टं क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रवत् शेषवान् इति च धर्तुं शक्यम् तत्र अत्रापि क्षीरसागरः इति निरूप्य भवति न निरूप्यः इति न वदतु अत्र बहु किमपि निरूप्यः अस्ति निरूप्याः सन्ति किन्तु अत्र मुख्यप्रकारः कः मुख्यविशेषः कः इति वक्तव्यं मुख्यप्रकारः इति शेषवान् इति मुख्यविशेष्यः शेषवान् इति खलु शेषवान् कः अत्र विष्णुः हा विष्णुः सः एव मुख्यप्रकारः खलु मुख्यविशेष्यः क्षम्यता मुख्यविशेष्यः मुख्यप्रकारः इति तु क्षीरसागरः इति भवति न चतुर्मुखवत् भवति कमलवत् भवति कमलनेत्रवत् अपि भवति न शेषवान् क्षीरसागरः अत्र क्षीरसागरः एव विष्णुः वा विशेष्यः अस्ति अत्र विष्णुः नास्ति शेषवान् कः क्षीरसागरः क्षीरसागरः शेषः कुत्र अस्ति क्षीरसागरे अस्ति खलु परन्तु अत्र चतुर्मुख कथं भवति क्षीरसागरे अथवा कमलवत् इति कथं क्षीरसागरः अस्तु तर्हि चिन्तयतु क्षीरसागरः क्षीरसागरः चतुर्मुखवत् कमलवत् कमलनेत्रवत् अपि भवति शेषवान् अपि भवति तर्हि क्षीरसागरः इति एव विष्णुः वा इति अहं क्षीरस्य सागरः क्षीरसागरः खलु क्षीरसागरः क्षीरसागरः इत्युक्ते समुद्रमेव समुद्रमेव तर्हि तत्तु किमर्थम् अत्र सर्वे विशेषणानि ये सन्ति ते सर्वे विष्णु शेषवान् अत्र शेषवान् विष्णुः इति चेत् कस्मिन् अर्थे अत्र मधुप्रत्ययः कस्मिन् अर्थे पुल्लिङ्गार्थे तत्र न कस्मिन् अर्थे लिङ्गः नास्ति कस्मिन् अर्थे मतुप्रत्ययः केषु अर्थेषु प्रयुज्यते तर्हि धर्म इति अस्ति खलु न मतुप्रत्ययस्य मतुप्रत्ययसूत्रविधानसूत्रं किं क्षम्यताम् अहं न जानामि महोदय तत् तर्हि वर्षा भगिनी वदतु अत्र शेषवान् इति विष्णुः इति स्वीकर्तव्यं चेत् अधिकरणार्थे अस्मिन् इति अस्ति इत्युक्ते शेषः विष्णौ अस्ति वा न शेषवान् विष्णुः अतः शेषे विष्णुः अस्ति इति अर्थं शेषे विष्णुः अस्ति चेत् शेषः विष्णुवान् खलु अधिकरणार्थे शेषे विष्णुः इति एव खलु वदतु शेषे सप्तमी अधिकरणे अधिकरणपदं सप्तम्यम् अस्ति शेषे विष्णुः हा तर्हि शेषः विष्णुवान् वा विष्णुः शेषवान् वा? विष्णुः शेषवान्। कथं? धनम् अस्मिन् अस्ति इति कृत्वा धनवान्, शेषः अस्मिन् अस्ति इति कृत्वा शेषवान् इति चेत् शेषः एव विष्णौ अस्ति। अस्यार्थे भवितुमर्हति। शेषः अस्ति अस्ति कस्य? विष्णोः। विष्णोः इति कृत्वा एव मया पृष्टम्। नो चेत् अत्र शेषः कुत्र अस्ति अस्मिन् वाक्ये? सागरे अस्ति खलु, तर्हि अत्र शेषवान् इत्यनेन सागरः एव उक्तः, न तु विष्णुः। क्षीरसागरः इति कृत्वा एव अत्र वैशिष्ट्यमस्ति। एवमेव आधुनिक अधुनातनछात्रैः इत्युक्ते यः ग्रन्थकारः देवेन्द्रपाटील् अस्ति तस्य छात्रेण एषः वाक्यः निर्मितः अस्ति। अत्र विपरीतरीत्य दिशि गच्छति। क्षीरसागरः, क्षीरसागरे चतुर्मुखः अस्ति खलु, सः चतुर्मुखः कुत्र अस्ति? नूर्मदे वदतु। क्षीरसागरे अस्ति न, अत्र वाक्यं दृष्ट्वा वदतु। ओ अस्तु, वाक्यं दृष्ट्वा चतुर्मुखवत् क्षीरसागरः एव चतुर्मुखवत् भवति, कमलवत् न, न क्षीरसागरः शेषवान् अस्ति। अस्तु, तर्हि इदानीम् अत्र वदतु चतुर्मुखः अस्ति, चतुर्मुखः साक्षात् क्षीरसागरे अस्ति वा? चतुर्मुखवत् तदनन्तरं किमस्ति? कमलवत्। हा, तर्हि चतुर्मुखः कुत्र अस्ति? ओ चतुर्मुखः इति कमले अस्ति। हा, तर्हि चतुर्मुखवत् इति किम्? हा कमलम् इति। हा, तर्हि तादृशकमलवान् कः? ओ अस्तु, कमलवान् इति कमलनेत्र। हा, कमलनेत्र कस्य अस्ति? नो चेत् कस्मिन् अस्ति? विष्णुः अस्ति। हा, विष्णुः एव कमलनेत्र नेत्रवान् अस्ति खलु। अपि च सः विष्णुः कुत्र अस्ति? क्षीरसागरे। नो, अत्र वाक्यं दृष्ट्वा वदतु। ओ कुत्र अस्ति? शेषवान् इति, शेषे अस्ति खलु, सः एव शेषवान् शेषे अस्ति। समीचीनं महोदय, अत्र सोपानं भवान् किं करोति? अत्र अग्रिमसोपानं गच्छति। चतुर्मुखः कुत्र अस्ति? कमले। कमलः कुत्र, कमलं कुत्र अस्ति? कमलनेत्रे। कमलनेत्रे नास्ति कमल, कमलं तु क्षीरसागरे एव अस्ति। वाक्यं दृष्ट्वा वदतु महोदय। वाक्ये तु चतुर्मुखवत् कमलवत् कमलनेत्रवत् इति लिखति। कमलनेत्रवती अस्ति खलु कमलः, कमलम्। अस्तु अस्तु, हा कमलम् इति कमलनेत्रवती, नेत्रवती अस्ति। कमलनेत्रवान् कः? हा कमलनेत्रवान् इति विष्णुः। हा, सः विष्णुः शेषवान् अपि। शेषवान् अपि, अत्र शेषवान् इत्युक्ते कस्मिन् अर्थे प्रयुक्तम्? शेषस्य उपरि तिष्ठति न, अत्र केवलम् अतः एव अत्र सूत्रं ज्ञातव्यम्, अस्य अस्ति अस्मिन् वा इति सूत्रम्। अस्मिन् अस्ति इति कृत्वापि अधिकरणस्य मतु प्रत्ययः भवति, नो चेत् स्वामी यदस्ति यः अस्ति तस्यापि मतु प्रत्ययेन वक्तुं शक्यते। धनवान् इति, हा धनवान् धनः अस्ति अस्ति इति कृत्वा धनवान् धनम् अस्ति अस्ति इति कृत्वा धनवान् धनः धनम् अस्मिन् अस्ति इति कृत् इति अपि धनवान् स्यूतः अपि धनवान् हा सो केशियर् अस्मिन् अस्ति इति कृत्वा धनवान् बट् धनिकः अस्य अस्ति इति कृत्वा धनवान् सो दिस् इस् अ ब्यूटिफुल् सेण्टेन्स् यु हाव् टु रिफ्लेक्ट् आन् दिस् सेण्टेन्स् महोदय अत्र क्षीरसागरः एव शेषवान् खलु आम् क्षीरसागरः एव शेषवान् तर्हि प्रथमस्तरे क्षीरसागरः अस्ति द्वितीयस्तरे शेषः अस्ति तृतीयस्तरे कमलनेत्रवान् कमलने तर्हि विष्णुः अस्ति चतुर्थस्तरे कमलम् अस्ति पञ्चमस्तरे चतुर्मुखब्रह्मः अस्ति तादृशं नास्ति वा नो तादृशमेव अस्ति तादृशमेव अस्ति उपरि चतुर्मुखः अस्ति चतुर्मुखः कमले अस्ति कमलं कमलनेत्रवान् यः विष्णुः अस्ति तस्मिन् अस्ति विष्णुः शेषे अस्ति किन्तु विष्णुः शेषे अस्ति इति कृत्वा विष्णुः शेषवान् इति नास्ति खलु हा विष्णुः शेषवान् नास्ति तत्र विष्णुः शेषे अस्ति इति एव तत् कमलनेत्रवत् इत्युक्ते विष्णुः शेषे अस्ति इति एव अर्थं भवति खलु सत्यं सत्यम् इति एव अस्ति इति कृत्वा एव अत्र शेषवान् इत्युक्ते कः इति चेत् विष्णुः इति मया न उक्तं शेषसागरः इति उक्तम् अत्र विपरीत्यरीत्या अत्र केवलं चिन्तनार्थं मया एवम् उक्तं शेषवान् इति अस्ति अस्ति इत्यस्मिन् अर्थे अपि विष्णुः शेषवान् विष्णुः इति वक्तुं शक्यते किन्तु वाक्ये तादृशं नास्ति शेषवान् कः क्षीरसागरः शेषः कः कमलनेत्र नेत्रवान् शेषः कमलनेत्रवान् कः कमलवान् कमलनेत्र कमलवान् कमलनेत्र नेत्रवान् अस्ति अपि च कमलं किं चतुर्मुखवत् कमलम् इति खलु आं महोदय हा इति अस्ति सो as you described that is how the tadrashameva atra chitram dhartavyam tadanantaram atra abhyasah api karaniya astu samayah jatah atra stageema prayah etadeva abhyasam sarve kurvantu kshira sagraha chaturmukavat kamalavat kamalnetravat sheshavan iti atra vaishishtyam kutra bhavati iti che kamala netravat iti uktam vishnuhu इति अनुक्त्वा कमलनेत्रवत् इति उक्तं तर्हः पुनः तत्र मतुप्रत्ययः अस्ति इति कृत्वा किञ्चित् क्लेशः भवति भवतु तर्हि सर्वे अभ्यासं कुर्वन्तु अग्रिमवर्गे इतोपि अग्रेसरेम सर्वेभ्यो नमस्कारः धन्यवादश्च